नमस्ते. अद्य एकनिमिषः. नमस्ते. अद्य जुहोति अधिकरणे अजन्तदातः इति पाठः प्रवर्तमानः अस्ति. तर्हि अत्र अत्र डुदाय् नित्वात् उभयपतिधातुः इति अस्ति खलु, तथा कुर्वन्ति खलु दा धातोः कृते. डुनाय् बि इति परीक्षितः, ततः आरभ्य पठामः. हेमा भगिनी पठ आरम्भं करोति वा? आं भगिनि. बि डुदाञ् दा डुधाञ् धा धातु. धा द्वित्वम् अभ्यासकार्यं च परिशीलनीयं. धा द्वित्वम् अभ्यासकार्यं च परिशीलनीयं. दा धा द्वयमपि घूसंज्ञकधातवः धातु स्तः, अतः पृथक्तया अत्र पश्यामः. यतोहि जुहोत्यादिगणे स्तः, तदर्थम् अत्रापि द्वित्वं भवति, अपि च अभ्यासकार्यमपि भवति. दा धातु कृते द्वित्वं भवति श्लौ इति सूत्रेण, अनेन तत्र दादा इति भवति. दादा इति भवति. तदनन्तरं ह्रस्वः अनेन सूत्रेण अभ्यासस्य ह्रस्वः भवति, अतः अङ्गं भवति ददा इति. समानरूपेण धा अपि धाधा भूत्वा, तदनन्तरं ह्रस्व अनेन दधा इति अङ्गं भवति. यदि सोपानानि पश्यामः चेत् हलादिपित्सु यद्यपि गुणस्य प्रसक्तिः भवति, परन्तु आकारान्तदातवः सन्ति, अतः गुणः न भवति अत्र, केवलं मेलनमेव भवति. यदि अजादिपित्सु अस्ति तत्रापि गुणः न भवति, परन्तु यदि सन्धिकार्यम् अस्ति चेत् तत् कर्तव्यम्. हलादि अपित्सु अपि च अजादि अपित्सु द्वयोरपि स्नाभ्यस्तयोरातः सूत्रं कार्यं करोति, अपि च तत्र अङ्गस्य आकारः लोपः भवति. तदनन्तरं यदि सन्धिकार्यम् अस्ति तर्हि वयं तत् करणीयं. यदा ददायोगः तः इति स्वीकुर्मः, हलादि अपित् अस्ति तः, अतः अत्र श्नाभ्यस्तयोरातः अनेन आकारस्य लोपः भवति. दद्योगः तः, अत्र खरीचसूत्रं कार्यं करोति, चत्वसन्धेः कार्यम् अस्ति. दकारः तु झलाम् अस्ति, अपि च तदनन्तरं खर्वर्णः अस्ति, अतः अत्र दकारस्य वर्गीयप्रथमसदस्यः भूत्वा तकारः आयाति. दद्योगः तः इति दत्तः इति रूपम् आगच्छति. अपि च अजादि अपित्सु अपि श्नाभ्यस्तयोरातः कारणेन आकारस्य लोपः भवति. ददायोगः अति इति स्वीकुर्मः, आकारस्य लोपः भूत्वा दद्योगः अति इति. अत्र केवलं मेलनं भवति, ददति इति रूपम् आगच्छति. अस्तु भगिनि. अत्र अजादिपित्सु हलादि अपित्सु ई सन्धिगोः इति अस्माभिः पूर्वं दृष्टमासीत्. किमर्थमिति कार्यं नासीत्, अग्रे अपि पठति वा? हलादि अपित्सु आकारस्य स्थाने किमर्थम् ईकारादेशः न भवति? ई हल्यगोः इत्यस्य प्रसक्ति अत्र तु नास्ति एव. ई हलि अगोः, अगोः इत्युक्ते न गुः, अगुः तस्य. घू इति काचन संज्ञा अस्ति. दा धातुः धा धातुः च घूसंज्ञकधातुस्तः, अस्य कृते अधः दाधा ग्वदाप् इति सूत्रं विवृतम् अस्ति. तर्हि यतोहि ईहल्यगोः सूत्रं वदति, तत्र अगोः इति, ई हलि अगोः इति, अगोः इत्युक्ते यत्र घूसंज्ञकधातु नास्ति इति, परन्तु दा धातु घूसंज्ञकधातवः सन्ति, अतः अत्र ईहल्यगोः सूत्रस्य प्रसक्तिः एव नास्ति. अपि च घूसंज्ञकधातूनां कृते संज्ञासूत्रमस्ति दा दा घ्वदाप् इति, तस्य विवरणम् अग्रे सूत्रं दत्तमस्ति. भगिनी पठति वा, पुष्प भगिनी पठति वा? इहल्यगोः इति पूर्वम् अस्माभिः पठितं खलु, इहल्यगोः तत्तु वयं पठितवन्तः. अग्रे दधा इति पठामि. आं भगिनि. दधा द्वदाप् धारूपधातोः धा रूपधातोः च घुसंज्ञा भवति. दाप् दैप् च विहाय यस्य धातोः स्वरूपं दा धा च अथवा आदेशेन यस्य धातोः रूपं दा धा च भवति तस्य धातोः घुसंज्ञा भवति. आहत्य षट् धातवः गृहीताः. डुडाङ् दाण् दो देङ् डुदाङ् डुधाङ् देट् धेट् च. अनुबन्धलोप लोपानन्तरं चत्वारः धातवः सन्ति. द्वौ धा धातु धातु स्तः च. दाह् दाह् च दाह् च दाह् च तेषाम् एकशेषो दाः. धाश्च धाश्च तयोरितरेतरद्वन्द्वौ द्वौ दाश्च द्वौ धौ च तेषाम् इतरेतरद्वन्द्वो दाधाः. न दाप् अदाप् दाधाः प्रथमान्तं घु लुप्त लुप्रथमाकम् अदाप् प्रथमान्तं त्रिपदविधं सूत्रं. सूत्रस्वयं सम्पूर्णं दाधाः गु अदाप् दाप् दै विहाय दारूपधातोः धारूपधातोः च गु गुसंज्ञा भवति. तत् कारणात् अत्र धा लोप आकारः लोप भवति. आकारस्य स्थाने किं भवति? क्षम्यताम्, आकार भगिनि पुनः वदतु. अत्र तु नामकरणमस्ति खलु? हा, नामकरणं लोपः भवति इति अत्र कार्यं नास्ति. तस्य कारणं नास्ति. दाधा द्वाप द्वदाप् इत्यस्य नामकरणं देयते. घू इति घूसंज्ञकदातवः के इति अत्र नामकरणम् अस्ति. धारूपदातवः सन्ति खलु? धारूपदातवः इत्युक्ते दुदान् दान् धो देन् इति सन्ति खलु? तेषां नामकरणं दा इत्यनेन भवति. अनन्तरं तेषां समग्रं ग्रहणं धा इत्यनेन भवति. अनन्तरं धा इत्यनेन डुदाय् भेद् इत्यनयोः ग्रहणं धा अनन्तरं धा इत्यनेन भवति. तर्हि धा इत्यनेन पञ्चधातूनां ग्रहणं भवति. तेषां सर्वेषां घूसंज्ञा भवति. केचन धा दातुं विहाय धा दैप् विहाय अत्र भगिनी तदेव अदाप् इति अस्ति. अत्र कुत्रचित् अहं पश्यामि संस्कृत डाक्युमेण्ट् डाट् आर्ग् मध्ये पश्यामि नानुबन्धकृतं कृतं अनेजन्तत्वम् इति परिभाषा धातोः ज्ञापकम् इति भवति. अत्र डुदाङ् दान् दो देङ् इति चत्वारः धातूनां ज्ञापकं दा इति रूपेण भवति इति मम अवगमनम्. अङ्गः दा अस्ति वेब्सैट् सर्वे चत्वारः अहं प्रेषयामि. धातुः चत्वारः दा दातवः सन्ति किल भगिनि, तत्र दाश्च दाश्च दाश्च तेषाम् एकशेषो दाः, तस्य विवरणं किञ्चित् वदतु भगिनि. हा तदेव भगिनि, अत्र ज्ञापकम् इति रूपेण भवति इति. अस्तु भगिनि, प्रेषयतु. तेषां सर्वेषां ज्ञापकं भवति दा इत्यनेन ज्ञापकं भवति. गच्छति तदैव न अत्र दुदाङ्ग् अस्ति न, तत्र दुदाङ्ग् नास्ति, न क आयाति, दा आयाति अङ्गूति. अनेन दुदाङ्ग् अपि दुधाङ्ग् अपि घुसंज्ञक कौ दातु, अतः ईहल्यघोः इत्यस्य प्रसक्तिः नास्ति. स्नाभ्यस्तरो योरातः इति सूत्रं कितिमिति सार्वधातुकप्रत्यये परे कार्यं करोति, केवलम् अजादि अपि सु न उक्तम् अजादि अपि न उक्तम्. अतः अवसरः यत्र भवति तत्र हलाद्यपि अपि कार्यं करोति. दा धातुः था धातुः अनयोः प्रसङ्गे तादृशो अवसरः प्राप्यते. तत्र हष्णाभ्यस्तरयोरातः निति इति किति निति सार्वधातुकप्रत्यये परे कार्यं करोति, केवलम् अजादि अपि तु तिङ्प्रत्यय अस्ति चेत् न भवति हलादि अपि तु अपि कार्यं करोति. ई हल्लिगोः हलि एव कार्यमस्ति, किन्तु अगोः इति हल्लिगोः इति सूत्रे एव उक्तमस्ति अगोः इति. यत्र भूसंज्ञकधातुः अस्ति अत्र सूत्रस्य प्रसक्तिः नास्ति. अस्माकं धातुद्वयमपि भूसंज्ञकधातु सह, तर्हि ई हल्लिगोः इत्यस्य कार्यप्रसक्तिः नास्ति. तर्हि श्नाभ्यस्तयोदातः इति सामान्यसूत्रमस्ति, तत्तु हलि अपि कार्यं करोति, अचि अपि कार्यं करोति, तर्हि तस्य एव कार्यमपि सम्भवति. अजादि अपि तु हलादि अपि तु अपि समानकार्यं भवति. अजादि न अजादि भवति खलु, अत्र स्नाभ्यस्तरात् अजादि वा हलादि वा इति न उक्तमस्ति. नास्तमस्ति इत्युक्ते अजादि अपि कार्यं भवति, हलादि अपि कार्यं भवति. केवलम् अजादि न, हलादि अपि कार्यं करोति, कार्यं भवति. सत्यम्. अपवादसूत्रस्य अत्र ईहल्लिगोः इति साधारणतया अपवादसूत्रं कार्यं करोति चेत् हलादि ईहल्लिगोः इत्यस्य कार्यं भवति. अत्र तु ईहल्लिगोः इत्यस्य कार्यं नास्ति खलु, तर्हि श्नाभि अस्ति अतः इत्यस्य एव कार्यं करोति. धन्यवादः भगिनि. हेमा भगिनी, क्षम्यतां, म्यूट् मध्ये आसम्. दा धातोः कृते तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यम् उपर्युक्तमेव, तद्विहाय लोट्लकारस्य मध्यमपुरुषे ददायोगः हि दे योगः हि देहि अस्य सूत्रमस्ति, घ्वसोरेद्धावभ्यासलोपश्च इति. अन्यानि तिङ्निमित्तक कार्याणि तु सामान्यतया यथा भवति तथैव, परन्तु लोट्लकारस्य मध्यमपुरुषे हि प्रत्यये परे नूतनसूत्रमस्ति, यस्य योजनेन अत्र अङ्गस्य एकारः भवति, अपि च अभ्यासस्य लोपः अपि भवति इति इदं सूत्रं वदति. घ्वसोरेद्धावभ्यासलोपश्च इति, हि परे घूसंज्ञकधातोः अस् धातोः च स्थाने एकारादेशो भवति, अभ्यासः अस्ति चेत् तस्य लोपो भवति। अलोन्त्यस्य इत्यनेन धातुरूपी अङ्गस्य अन्तिमवर्णस्य स्थाने एकारादेशः, न तु पूर्णतया अङ्गस्य। घुश्च अश्च तयोरितरेतरद्वन्द्वौ द्वन्द्वः घ्वसौ, तयोः घ्वसोः अभ्यासस्य लोपः, अभ्यासलोपः षष्टितत्पुरुषः, वसोः षष्ट्यन्तम् एत् प्रथमान्तं, हौ सप्तम्यान्तम्, अभ्यासलोपः प्रथमान्तं च अव्ययपदम्, अनेकपदमिदं सूत्रम्। अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति, वसोः अङ्गस्य एत् अभ्यासलोपः च हौ। तर्हि घूसंज्ञकधातुः अस्ति अपि च अस् धातुः अस्ति चेत् तदनन्तरं यदि हि इति प्रत्ययः आगच्छति तर्हि, इत्युक्ते मध्यमपुरुष लोट्लकारे एकवचने, तर्हि तस्मिन् प्रसङ्गे द्वयोः आकारस्य स्थाने एकारादेशः भवति, अपि च अभ्यासस्य अपि लोपः भवति। दृष्टान्तरूपेण पश्यामः चेत् ददायोगः हि इति अस्ति, अत्र आकारः गत्वा अङ्गस्य आकारस्य स्थाने एकारः आगच्छति, तर्हि ददेयोगः हि भवति, अपि च अभ्यासस्य लोपः अपि भवति इति सूत्रं वदति। अतः प्रथमदकारस्य लोपः भूत्वा, अभ्यासस्य लोपः भूत्वा देहि इति रूपम् आगच्छति। तथैव धाधातुः कृते अपि दधायोगः हि धेहि इति भवति। अस् धातोः एधि इति भवति। अग्रे अदादिगणस्य हलन्तधातुपाठे प्रक्रिया द्रष्टव्या। अस् धातुः तु अदादिगणे अस्ति, अपि च हलन्त हल्सन्धि विषयं वयं न पठितवन्तः, अतः अग्रे तद् विषयं पठिष्यामः इति वक्तम् इति उक्तमस्ति। अग्रे अस्तु भगिनि, अस्ति भगिनि, न न न न पुष्पभगिन्याः ध्वनिः श्रुता। धातोः अङ्गतिङ्प्रत्ययोः मेलने कुत्रचित् चत्वसन्धिः भवति खरीच इत्यनेन सूत्रेण। चत्वसन्धौ तत् वर्गस्य सदस्यादेशः भवति। खरीच इति सूत्रम् अधः विवृतं, प्रथमसदस्य खर् स्थाने प्रथमसदस्य आयाति। अस्तु, ददा स्थाने इति नास्ति भगिनि, जलां स्थाने, जल् इत्यस्य स्थाने खरि परे जलां स्थाने चर् आदेशः भवति इति खरीक्षेति सूत्रं तथा वदति। खरि इति सप्तमी अस्ति खलु, तर्हि खरि परे इति अर्थः, खरि परे, अग्रे पठतु। ददा योगः तः श्नाभ्यस्तरोरातः इत्यनेन आकारस्य लोपः, दद् योगः तः करी च इत्यनेन चत्वसन्धिः, दत् योगः तः दत्तः, ददा योगः तः श्नाभ्यस्तरोरातः अकारस्य लोपः, दद् योगः थः करीच इत्यनेन चतुसन्धिः, दत् योगः थः थः दत्तः। एवमेव ददा योगः तात् दत्तात्, अददा योगः ताम् अदत्ताम्, ददा योगः ते दत्ते, अददा थाः अदत्थाः। दुदाङ् नित्वात् उभयपदी धातुः, उभयपदी धातुः, ददा इति अङ्गम्। तर्हि अहमपि पठामि किमर्थम् इत्युक्ते जनत्रयं त्रयमेव स्मः खलु तर्हि रूपाणि आरम्भं करोमि भगिनी. अस्य भगिनी अस्य सूत्रम् एकवारं वदतु दुदा उभयपदी धातोः कृते स्वरितः स्वरि क्षम्यताम् अनुदात अनुदात स्वरितनीतः कर्तृभिप्राय क्रियापले इति अस्ति खलु. यत्र स्वरितनीतः भवति तर्हि कर्तृत्वे के फलं कार्यस्य फलं कर्तुः कृते अस्ति चेत् आत्मैपदि भवति, अन्येषां कृते अस्ति चेत् परस्मैपदि भवति, तर्हि उभयपदि. अस्तु तर्हि दा इति धातुः तर्हि श्लव् इत्यनेन द्वित्वं भवति, दाधा इति भवति. तर्हि अनन्तरं ह्रस्वः इत्यनेन अभ्यासस्य ह्रस्वत्वं भवति, तर्हि ददा इति भवति. ददा इति अङ्गम्, अस्माकम् अङ्गं. ददा योगः ति इति अस्ति. अत्र तु ति इति पित् अस्ति, तर्हि हलादिपित् अस्ति, तर्हि अत्र तु किमपि कार्यं नास्ति, तर्हि ददाति इति वर्णमेलनम्. अनन्तरं ददा योगः तः इति अस्ति, तः इति अपित् अस्ति, तर्हि सार्वधातुकम् अपित् क्षम्यतां किम् आसीत् निद्वद् भवति सार्वधातुकम् अपित् निदीश इत्यनेन क्षम्यतां सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति. तर्हि अत्र तु अस्माकं श्नाभ्यस्यो राधः इति कार्यम् इति सूत्रस्य प्रसक्तिः अस्ति. तस्य अपवादसूत्रम् ईहल्लिगुः इत्यस्य कार्यम् अत्र नास्ति. किमर्थम् इत्युक्ते दा इति गुसंज्ञकधातुः अस्ति, धा धा ग्वाधाप् इत्यनेन घ्वधाप् इत्यनेन. तर्हि श्नाभ्यस्यो राधः इत्यनेन आकारस्य अन्तिम आकारस्य अङ्गस्य आकारस्य लोपः भवति. तर् अनन्तरं किं भवति इत्युक्ते अभ्यासस्य अपि लोपः भवति, तर्हि दायि दकारः एव तिष्ठति. तर्हि क्षम्यताम् इत्यनेन आकारस्य लोपः भवति. क्षम्यताम् अत्र तु अभ्यासस्य लोपः न भवति खलु. आमां तत् हीपरे एव भवति. अस्तु तर्हि आकारस्य लोपः भूत्वा दत् दद् इति भवति, दद् योगः तः. अत्र खरीच इत्यनेन दद्ध इति रूपम्. अनन्तरं ददा योगः ति इति अस्ति, अति इति अस्ति. अत्र अत्र किं भवति अदभ्यस्तात् इत्यनेन अत्र आदेशः भूत्वा अति इति अस्ति. तर्हि ददा योगः अति, अति इति अजादि अपित् अस्ति, नित्वद् भवति सार्वधातुकम् अपित् इत्यनेन. तर्हि श्नाभ्यस्तयोरर्थ इत्यनेन आकारस्य लोपः भवति, तर्हि दद दद् योगः अति ददति इति रूपम्. इदानीं ददा योगः सि इति अस्ति, मध्यमपुरुष एकवचने. सि अपि पित् हलादिपित् अस्ति, अतः गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु आकारधातुः आकारान्तधातुः अस्ति, अतः गुणस्य प्रसक्तिः एव न भवति. अत्र ददा योगः सि श्नाभ्यस्तयोरातः, अनेन अत्र आकारस्य लोपः भवति. ददा दद् योगः सि इति इदानीं खरी च कार्यं करोति अत्र, यतोहि दकारः झल् वर्णः अपि च सकारः खर् वर्णः, तर्हि खरी परे जलः स्थाने चरादेशः भवति, अतः दत् योगः सि दत् सि इति भवति. तर्हि शुद्धं किल भगिनि? तदनन्तरं ददा योगः तर्हि किं कृतवती ददा योगः सि अत्र तु किमपि श्नाभ्यस्य रातः इत्यस्य कार्यमेव न भवति, पित्वम् अस्ति, पित्वम् अस्ति इति कारणेन. पितमस्ति इति कारणेन तत्र श्नाभ्यस्तयोरातः न कार्यं न करोति, अतः केवलं मेलनं ददाति इति रूपम्. आं भगिनि, अग्रे ददायोगः थः, ददायोगः थ द्वयः अपि द्वयोस्थाने अपि हलादि अपित् अस्ति, अतः अत्र श्नाभ्यस्तयोरातः कार्यं करोति. आकारस्य लोपः भूत्वा अत्र दद्योगः थः. इदानीं थ तु खर्वर्णः अस्ति, अतः झल् स्थाने चरादेशः भूत्वा दत्योगः थः, अतः दत्थः. समानरूपेण दत्थ अपि तथैव भवति, अतः ददासि दत्थः दत्थ इति रूपाणि. तु हलादिपित् अस्ति अत्र, मेलन वर्णमेलनम् अस्ति. ददामि वहामः तु हलादि अपित् अस्ति श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः, आकारस्य लोपः दद् योगः वः दद्वः अत्र दद्वः अस्ति तद्वः महतु तथैव दद्मः. ह्यः आत्मनेपदीरूपं दृष्टवन्तः वा भगिनि? तदपि दृष्टवन्तः खलु. अधुना लोट् लकारः अस्ति, तर्हि तु इति पित् अस्ति, पुनः कार्यं किमपि नास्ति. तर्हि ददा इति अङ्गं, तर्हि ददातु इति वर्णमेलनमेव. अनन्तरं तात् इति तातङ्ग् अस्ति, तर्हि नित् अस्ति. तर्हि अत्र तु श्नाद्युस्त्योरातः इत्यनेन आकारस्य लोपः भवति, अन्तिम आकारस्य लोपः भवति. तर्हि दद् इति भवति, दद् तात् खरीचे इत्यनेन दत्तात् इति रूपं. तथा समानव विषयः अस्ति दत्तम् इति अपि इत्यत्रापि सार्वधातुकम् अपि इत्यनेन तम् इति निवृद्भवति. अनन्तरं अतु इति अस्ति, अदभ्यस्तात् इत्यनेन अन्तु इकारस्य स्थाने अत् आदेशः भूत्वा अतु इति प्रत्ययः. अपित् अस्ति, निर्वृद्भवति सार्वधातुकम् अपित् इत्यनेन. श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति. तर्हि दद् योगः अतु ददतु इति रूपम्. अग्रे हि अस्ति, अग्रे हि अस्ति, हि कृते विशेषसूत्रम् अस्ति. घ्वसोरे धावभ्यासलोपश्च अनेन सूत्रेण अत्र आकारस्य ददायोगः हि आकारस्य स्थाने एकारादेशः भवति, ददे योगः हि अभ्यासस्य लोपः अपि भवति, अतः देहि इति रूपम् आयाति. तदनन्तरं तात् यथा भवती उक्तवती, तात् अत्र साक्षात् नित्वत् अस्ति, अत्र गुणकार्यः न सम्भवति. ददायोगः तात् श्नाभ्यस्तयोरातः कारणेन दद्योगः तात् अपि च खरिच सूत्रेण तत्र दकारस्य स्थाने तकारादेशः भूत्वा दत्तात् इति रूपम् आयाति. समान कार्यमस्ति तम् अपि त विषये अपि, अतः दत्तं दत्त, देहि दत्तात् दत्तं दत्त. आनि आवाम अजादि अपि अस्ति, अस्ति तत्र आनि ददा योगः आनि ददानि सकर्मकार्यं सवर्णदीर्घसन्धि आयाति. ददानि ददाव ददाम अकः सवर्णे दीर्घः इति सूत्रेण अकः सवर्णदीर्घे लङ्लकारे त इति प्रत्ययः, तर्हि ददा इति अङ्गम् अत्र लुङ् लङ् षड्गत इत्यनेन अकारः आदौ आयाति, तर्हि अदधा इति अङ्गं भवति. अदधा योगः तकारः, तकारः तित् अस्ति, तर्हि वर्णमेलनम् अदधा इति रूपं. ताम् इत्यत्र सार्वधातुकम् अपि अस्ति, तर्हि निर्वद् भवति. तर्हि कृष्णाभ्यर्थयोरातः इत्यनेन आकारस्य लोपः भूत्वा अदत् अददत् इति भवति. अददत् योगः ताम्, ख्रीच इत्यनेन अददत् ताम्. अनन्तरं उः इति अस्ति द्रव्यस्य अदत्ताम् इति भिन्नम् उक्तवती वा, क्षम्यताम्, अदत्ताम्. अनन्तरं प्रत्ययः उः इति अस्ति, अत्र सिदभ्यस्तविदिभ्यश्च इत्यनेन उः भवति लङ्लकारे. तर्हि जकारस्य स्थाने उः भवति, तर्हि जि इत्यस्य स्थाने उः, खलु जुसादेशः, जुसादेशः, तर्हि उः इति भवति. अत्र अददा इति अङ्गम् अस्ति आदौ. अददा योगः उः अस्ति, उः इति अपित् अस्ति, तर्हि अपित् निर्वद् सार्वधातुकम् अपित् इत्यनेन निर्वद् भवति. अनन्तरं श्नाभ्यस्य रतः इत्यनेन आकारस्य लोपः भवति, तर्हि अददद् योगः उः अददुः इति रूपम्. अग्रे मध्यमपुरुषे सकारः तं त इति सिद्धतिं प्रत्ययः, अददा योगः सकारः, सकारः तु पदान्ते अस्ति, अतः प्रथमं अददा योगः सकारः अन्ते अस्ति, अतः ससजुषोरुः अपि च खरवसानयोर्विसर्जनीयः, अनेन तत्र विसर्गः आयाति, अददाः इति रूपं निष्पन्नं. तदनन्तरं तं त, अत्र अददा योगः तं, हलादि अपि त अस्ति, अतः स्नाभ्यस्तयोरातः अनेन आकारस्य लोपः भूत्वा अदद्योगः तं त, द्वयोस्थाने खरीचसूत्रेण अदत्योगः तम् अदत्तम् अदत्त, अददाः अदत्तम् अदत्त. अत्र अं तु उत्तमपुरुषे अं तु पित् अस्ति, अजादि पित् अस्ति, तथैव मेलनं ददाम् अस्ति, आ इति आदौ अस्ति खलु, अददाम् अददाम् अददाम् वाम. अत्र हलादि अपित् अस्ति, नाभ्यस्तरयोरातः कार्यं करोति, अत्र आकारस्य लोपः अस्ति, तत्तु अददद् योगः वः वा अदद्वा अदद्वा अदद्म. अत्र खरीचसूत्रं कार्यं करोति वा भगिनि? हा, खरीच करोति, खरीच इत्यनेन चतुर्थ. किमर्थं? न न न न न न न न भवति, तदर्थमेव न करोति. किमर्थम् इत्युक्ते व अपि च म जल्पत्रयः नास्ति, खरि नास्ति, खरि परे किल, खरि नास्ति, खरि नास्ति. तर्हि मम एकं विधिलिङ्गकारः अस्ति, अत्र यात् यातां युः इति प्रत्ययः, सर्वे तु हलादि अपि सः, तर्हि सार्वधातुकमपि इत्यनेन निर्वद् भवति. अनन्तरं श्नाभ्यस्तयोरातः इति सूत्रस्य कार्यं भवति, तर्हि ददा इति अङ्गं योगः यात् श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति, तर्हि दद्यात् दद्यातां दद्युः, दद्याः दद्याताम् दद्यातं दद्यात् दद्यां दद्याव दद्याम इति रूपाणि. इदानीम् आत्मनेपदरूपाणि, लटि ते आते अते इति तिङ्प्रत्ययाः, ददा योगः ते, हलादि अपित् अस्ति, अतः श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति. दद्योगः ते, इदानीम् अत्र तकारः खर्वर् खरी अस्ति, अतः दकारस्य तकारः भूत्वा दत्योगः ते दत्ते इति रूपम् आयाति. आते अते तु अजादि अपित् अस्ति, अत्रापि अपित्वात् अश्नाभ्यस्तयोरातः सूत्रमेव कार्यं करोति, अतः आकारस्य लोपः भूत्वा दद्योगः आते ददाते, दद्योगः अते ददते इति, दत्ते ददाते ददते. अत्र सीतु हलादिपित् अस्ति, मेलनं करोति, ददासि भगिनि अत्र सर्वेषु अपित् अस्ति, से तु अपित् अस्ति, श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः, कार्यं करोति, करी च कार्यं करोति, दत्से आते अजादि अपित् अस्ति, स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः, तथैव दद् योगः आते करि ददाते, तत्तु आते अस्ति, ददाते थे द्वे तु हलादि अपित् अस्ति, दद्वे करि च इत्यनेन दद्वे. अनन्तरं ए वहे महे इति प्रत्ययः, तर्हि ए खरि च कार्यं न करोति, यतोहि खर्वर्णः नास्ति धकारः, अरे अतः दद्वे एव आगच्छति, न तु दत्वे. ओ क्षम्यताम्, अहं तु न श्रुतवती भगिनी, धन्यवादः. अनन्तरम् ए इति अस्ति, अजादि अपित् अस्ति, अपित् अस्ति तर्हि श्नाभिरस्योरातः इत्यनेन आकारस्य लोपः भवति, दद्योगः ये ददे इति भवति. वहे महे तदपि द्वौ अपि अपित् एव स्तः, तर्हि समानकार्यं श्नाभिरस्योरातः इत्यनेन आकारस्य लोपः भूत्वा दद्वहे दद्महे. खरि च कार्यं न करोति, किमर्थम् इत्युक्ते खरि नास्ति. लोट्लकारे ताम् आताम् अताम् इति सन्ति, ददायोगः ताम्, हलादि अपित् अस्ति, अतः श्नाभ्यस्तयोरातः अनेन आकारस्य लोपः भूत्वा दद्योगः ताम्, इदानीं खरि च सूत्रेण दत्योगः ताम् दत्ताम् इति. आताम् अताम् अत्र तु अजादि अपितः सन्ति, अतः ददायोगः आताम्, अत्रापि श्नाभ्यस्तयोरातः कार्यं कृत्वा तत्र आकारस्य लोपः भूत्वा दद्योगः आताम् मेलनं भवति, दद्योगः आताम् आम् ददाताम् ददताम्, तर्हि दत्ताम् ददाताम् ददताम्. अत्र हीतु हलादि भगिनि आत्मनेपदे स्वा तु हलादि अपित् अस्ति, अत्र श्नाभ्यस्तरातः आकारस्य लोपः, दद् स्वा अत्र खरि च कार्यं करोति, दत्स्वा दत्स्वा आथां तु अजादि अपित् अस्ति, ददायोग दद् श्नाभ्यस्तयोरातः कार्यं करोति, दद् योगः आतां ददाथां ध्वं तु ध्वं दद्ध्वं कृष्णाभ्यस्त कार्यं करोति तत्तु दद् योगः ध्वं दद्ध्वम् ऐ आवहै आवहै इति त्रयः अपि अजादि स्थितः सन्ति आडुतमस्य पिच्छ इत्यनेन आरोपितमस्ति किं तर्हि आडुतमस्य पिच्छ इत्यनेन अतित्वम् आरोपितं त्रिषु अपि तर्हि ददा योगः ऐ अत्र वृद्धिरेचि इत्यनेन सन्धिकार्यमेव भवति वृद्धिरेचि इत्यनेन ऐकारः भवति ददै अनन्तरं ददावहै अत्रापि सवर्णदीर्घसन्धिः अस्ति अकः सवर्णदीर्घ इत्यनेन ददावहै ददामहै इति अग्रे लङ्लकारे लुङ् लङ् लृङ्क्षु अडुदातः कारणेन धातोः पूर्वम् अकारः आयाति अददायोगः त इति अस्ति त तु हलादि अपि अस्ति अतः आकारस्य लोपः भवति स्नाभ्यस्तयोरातः कार हा अहं भिन्नम् उक्तवती वा क्षम्यता हलादि अपि ते सन्ति भगिनि अत्र भवती परस्मैपदे दृष्टवती इति मन्ये तर्हि स्नाभ्यस्तयोरातः अनेन अत्र आकारस्य लोपः भूत्वा अदद्योगः त इति इदानीं खरीचसूत्रेण अदत्त इति रूपमायाति अग्रे आताम् अत इति द्वयमपि अजादि अपि तस्ति अत्रापि स्नाभ्यस्तयोरातः अनेन अत्र आकारस्य लोपः भूत्वा अददायोगः अदद्योगः आताम् अददाताम् तथैव अददत् अददाताम् अददत् ताहुतु हलादि अपि तस्ति अश्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः अदद् योगः थाः अदत्थाः अत्र खरीचकार्यं करोति वा भगिनि हा खरीचकार्यं करोति तथैव ता दकार तु तकार आयाति दत्ताः आतां तत् हल अजादि अपि अस्ति नाभ्यस्तयोरातः आकारस्त कारणेन आकारस्य लोपः दद्योगः आतां ददातां अददातां ध्वं तु हलादि अपि अस्ति उष्णाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः दद् योगः ध्वं तत्तु खरिच नास्ति तत् तदैव दध्वम् आयाति अदध्वम् आयाति अनन्तरं प्रत्याः सन्ति इ वहि महि इति त्रयः अपि अपितः सन्ति तर्हि उष्णाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति तर्हि अददद्योगः इ अददि अददद्योगः वहि अदद्बहि अदद्महि इति रूपाणि अग्रे विधिलिङ्गकारे सर्वे प्रत्ययाः तु अजादि अपितः अतः श्नाभ्यस्तयोरातः कारणेन तत्र आकारस्य लोपः भूत्वा दद् इति भवति दद्योगः ईत ददीत ददीयातां ददीरन् ददीताः ददीयाथां ददीध्वं ददीय ददीवहि ददीमहि इति रूपाणि धा आधातोः कृते तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यम् उपर्युक्तमेव तद्विहाय लोट् लकारस्य मध्यमपुरुषे दधायोगहि धेहि देहि सूत्रं पूर्वोक्तम् अन्यच्च अन्यः च इतोपि एकम् अङ्गकार्यम् अस्ति. अत्र उपर्युक्तम् एव उपरि यानि कानि सूत्राणि दादातोः कृते उपरि उक्तम् एव ददस्तथोश्च तकारादिप्रत्यये परे सकारादिप्रत्यये परे द्व आदि प्रत्यये परे च दधा इत्यङ्गस्य अभ्यासस्य दकारस्य स्थाने धकारादेशः भवति. ओके, अङ्गे आकारलोपः जातः चेत् अस्तु. ईश् प्रत्ययः झष् प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः झ भ घ ढ ध. बष् प्रत्याहारे ब ग ड द इत्येन इत्येते वर्णाः. भष् प्रत्याहारे भ ग ढ ध इत्येते वर्णाः तः च तथौ तकारादकारः करेक्ट् तकारादकारः अकारः उच्चारणार्थं तयोः तथोः दधः षष्ट्यन्तं तथोः सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रम्. एकाचो भषो भष् झषन्तस्य स्वोः इत्यस्मात् भषो भष् झषन्तस्य द्वोः इत्येषाम् अनुवृत्तिः. अनुवृत्तिसहितसूत्रं झषन्तस्य दधः भषः भष् द्वोः ततोः च. अत्र भष् न आयाति न वषः स्थाने भष् आयाति आदेशः भवति. वयं पूर्वं पठितवन्तः एकाचो वशो भश्चोः इति सूत्रं. तत्र तु वषः स्थाने भष् आयाति दशन्तस्य भषः स्थाने भष् आयाति सकारादि प्रत्यये परे अनन्तरं ध्वो ध्व इति आदि प्रत्यये परे अपि कार्यं भवति. अत्र तु समानकार्यम् अस्ति. किम् इत्युक्ते सकारादिप्रत्यये परे कार्यं भवति, अनन्तरं ध्व इति प्रत्यये परे कार्यं भवति, अनन्तरं किम् इत्युक्ते तकारादि वा ठकारादि वा प्रत्ययः सन्ति चेत् तेषामपि समानकार्यं सम्भवति. तर्हि दशन्तस्य अत्र आकारस्य लोपः अनन्तरम् इति किमर्थम् उक्तम् इति चेत् आकारस्य लोपः भवति चेत् न भवति चेत् दशन्तददः इति न भवति खलु. अत्र तु दशन्तददः इति अस्ति, आकारः अस्ति चेत् आ इति एव अन्ते भवति, दशन्ते न भवति. तर्हि कदा दशन्ते भवति? लोपानन्तरमेव भवति. तर्हि दशन्तस्य ददः ददः वश् इति स्थाने वश् इति अत्र वश् स्थाने भषादेशः भवति. वश् इति आदौ अस्ति, तर्हि वश् स्थाने भाषादेशः. एतदेव अत्र अग्रे एव उक्तमस्ति भगिनि, यथा इति अस्ति, अहं पठामि. यथा ददा योगः तः श्नाभ्यस्य रातः इत्यनेन आकारस्य लोपः भवति. भूत्वा किं भवति? अत्र आकारस्य लोपः भवति चेत् अधुना जशन्त दध धातुः अस्ति, जशन्तः अस्ति, धकारः अन्ते अस्ति. अनन्तरं किम् अस्ति? सकारादिप्रत्ययः परे अस्ति. तर्हि एतस्य सूत्रस्य कार्यं सम्भवति. अनन्तरं किं भवति? अत्र तु वश् भष् इति अस्ति, ह्रस्व लघुधकार आदौ यत् धकारः अस्ति तत्तु वशि अस्ति. तर्हि अल्पप्राणधकारः, तर्हि अल्पप्राणस्य स्थाने भष् आदेशः भवति इत्युक्ते अल्पप्राणस्य स्थाने महाप्राणः आदेशः भवति. तर्हि धद् इत्यस्य स्थाने धद् इति भवति, धद् योगः तः अनन्तरं खरीच इत्यनेन दत्तः इति भवति. एवमेव ददा, ददा योगः तः तत्रापि समानकार्यं, ददा योगः तः दद् अत्रापि श्नाभ्युस्तिरतः इत्यनेन दद् योगः तः ददस्ततोष इत्यनेन अत्र वश् वश्स्थाने भष् आदेशः भवति. तर्हि धद् योगः तः इति भवति, अनन्तरं खरीचेत्यनेन दत्तः इति भवति. समानकार्यं दधायोगः तात् दत्तात् इति भवति, ददायोगः ते दत्ते, ददायोगः श्व धत् श्व अदधायोगः त अदत्त इति रूपाणि. अत्र महोदयेन पृच्छम् अहं तत्र पृथक् करणीयात् धातुः पृथक् करणीयम् इत्यनेन ददस्त दोष अस्ति. आमाम्, एकमेव भिन्न भिन्नसूत्रम् एतस्य कृते एतदेव भिन्न भेदः वर्तते, नो चेत् समानकार्यमेव भवति. धातौ धातोः धातोः अङ्कतिङ्प्रत्ययोः मेलने कुत्रचित् शर्तसन्धिः भवति, अपि च कुत्रचित् जष्वसन्धिः भवति जलान्तशि इति सूत्रेण. जष्वसन्धौ तत्तत् वर्गस्य तृतीयवर्ग सदस्य आदेशः भवति, जलान्तशि इति सूत्रम् अधः विवृतमस्ति. उदाहरणार्थम् एवं कुत्रचित् शर्तसन्धिः, कुत्रचित् जष्वसन्धिः इति भवति. अत्र तु चतुसन्धेः उदाहरणं दृष्टवन्तः, करीचेतेन तत् चतुसन्धिः तु अभवत्, चतुसन्धिः अपि कुत्रचित् भवति इति. जष्वसन्धि यदा भवति तर्हि जलां जष्टि अस्ति अनेन सूत्रेण भवति, यतोहि अपदान्ते एव भवति तत्र जलां जष्टि कार्यं करोति. पदान्ते अस्ति चेत् जलां जष्वन्ति अस्ति इति. इदानीम् उदाहरणमस्ति धदायोगः द्वे इति, अत्र धकारः हलादि अपि तस्ति, अतः श्नाभ्यस्तयोरातः अनेन अत्र आकारस्य लोपः भवति. आकारस्य लोपः भूत्वा दध्योगः द्वे इति, ददस्त ततोश्च सूत्रं वदति यदि द्व परे अस्ति चेत् तत्र बश् भष् इति भवति. अतः प्रथमदकारः अल्पप्राणदकारः बश् अस्ति, तत्तु महाप्राणः ध इति भवति. अतः धद्योगः द्वे इति. इदानीं धद् अत्र धकारः अपदान्ते अस्ति, झल् वर्णः अपि अस्ति. परे स्थितस्य धकारः झष् वर्णः अस्ति, अतः झल् झष् इति भवति. इत्युक्ते चतुर्थवर्गः तृतीयवर्गः भूत्वा धद् धद् ध योगः द्वे इति, धद् द्वे इति उच्चारणार्थं किञ्चित् कष्टं, दद्वे इति भवति. एवमेव ददायोगः द्वं धद्वम्, अददायोगः द्वम् अधद्वम् इति रूपाणि. अतः आहत्य अपित्सु प्रत्ययेषु धा धातुः त्रीणि कार्याणि भवन्ति. इत्युक्ते आकारस्य लोपः भवति श्नाभ्यस्तयोरातः इति कारणेन, अपि च धदस्ततोश्च कारणेन अल्पप्राणधकारस्य महाप्राणधकारः भवति यदा तकारः थकारः सकारः ध्व प्रत्ययाः परे सन्ति चेत् तर्हि इदं सूत्रं कार्यं करोति. इत्युक्ते तत्र हा तत्तु अभ्यासे पश्यामः. एकमपि कार्यमस्ति तत्र चत्वसन्धि इति. यदि खरि परे अस्ति चेत् चत्वसन्धि भवति, यदि झष् परे अस्ति चेत् झष्प्रसन्धि भवति. त्रीणि कार्याणि मनसि निधाय वयं कार्यं कुर्मः. पुष्पभगिनी आरम्भं करोति वा रूपाणि? प्रथमम् अङ्गं किं भवति? धा इति अस्ति धातुः. श्लौ इत्यनेन आगच्छति, द्वित्वम् आयाति. ह्रस्व सूत्रेण ह्रस्व अभ्यासस्य ह्रस्वः आयाति, दधा इति अङ्गम्. अत्र एकमपि अस्ति किल भगिनि, कथम् अल्पप्राणः दद भवति इति प्रथमम् अन्यत् सूत्रमस्ति किल, अन्यत्सूत्रम् अभ्यासे च अभ्यासः इत्युक्ते आदौ यत् अस्ति तदेव अभ्यासः खलु. तर्हि अभ्यासस्य आदौ जल् स्थाने जश् आदेशः भवति. जल् क्षम्यताम् इत्युक्ते जश् स्थाने जश् अनन्तरं खै स्थाने चर् इत्यपि आयाति. जल् स्थाने जश् चर् चोपि आयाति. तर्हि ददा इति अल्पप्राणत्वं भवति अभ्यासस्य. तर्हि ददा इति भवति दधा योगः ति इति अस्ति. ति तु हलादिपिस्त अस्ति, मेलनं करोति, ददाति. तः तु हलादि अपित् अस्ति, हलादि अपित् अस्ति. श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः, दद् योगः स्तः, दत्तः. अति अति तु अजादि अपि भगिनि प्रथमं अल्पप्राणदकारः अनन्तरं महाप्राणदकारः इति अस्ति. न विस्मृतवती, अल्पप्राणदकारः महाप्राणदकारः सकारः इति अस्ति. तदनन्तरं शाव्यस्योरातः इत्यनेन आकारस्य लोपः भूत्वा अनन्तरं ददस्ततोष इति सूत्रम् उक्तवती वा? तत्र अभ्यासस्य वर्षस्थाने भष् आदेशः भवति खलु, तर्हि धद् भवति अनन्तरमेव फलेश इत्यनेन धत्तः इति भवति. दत्तः करीच अत्र सम्यक् एव उक्तवती, एतत् सूत्रं विस्मृतवती इति मन्ये, प्रायः अहं न श्रुतवती. ददस्ततोष्यति सूत्रं अति इति अपि अति तु अजादि अपि अस्ति. दद् योगः अति ददति कार्यं करोति. तदेव दद् आयति दद् हलादि पित् अस्ति, तर्हि किमपि कार्यं नास्ति. दधा योगः सि दधासि इति वर्णमेलनमेव. अनन्तरं दधा योगः तः अत्र तु अत्र तु श्नाभ्यस्योरातः इत्यनेन आकारस्य लोभः भवति. दध् योगः तः इति अस्ति. अत्र तु जषन्त धध अस्ति, तस्य वर्षस्थाने भषादेशः भवति तकारादिप्रत्यये परे. तर्हि अभ्यासस्य अल्पप्राणधकारस्य स्थाने महाप्राणधकारः आयाति, तर्हि धद् योगः तः. अनन्तरं चर्तुसन्धिः भवति खरीच इत्यनेन अन्तिमदकारस्य स्थाने प्रथमसदस्य तकारादेशो भवति, तर्हि दत्तः इति भवति. असमानकार्यं दत्त इति. अग्रे मी इति अस्ति, दधायोगः मी. अत्र पित्वात् केवलं मेलनमेव भवति, किमपि कार्यं न अस्ति, अतः दधामि इति. वहमः द्वयमपि अत्र हलादि अपित् अस्ति, अतः श्नाभ्यस्तयोर् अतः अनेन आकारस्य लोपः भवति. अतः केवलम् अत्र दद्वः दद्मः लोट्लकारे तु तु हलादि पित् अस्ति, मेलनेव करोति. ददातु तात् तु हलादि अपित् अस्ति. अपित् नास्ति भगिनि, हलादि नित् अस्ति, आतङ्ग् अस्ति खलु, नित् अस्ति. साक्षात् नित् अस्ति, तत्तु कार्यं करोति आकारः ताभ्यस्तयोरातः तात्तु किम् अस्ति? नित् अस्ति, तातङ्ग् अस्ति खलु, तातङ्ग् इति नित् अस्ति. शाभस्योरातः कार्यं करोति आकारस्य लोपः. दधा दद् योगः तात् दत्तात् अनन्तरं किं भवति? ददस्ततोष इति कार्यमस्ति खलु, तकारादिप्रत्ययः अस्ति, तर्हि ददस्तोश्च तत् कारणात् भषः आयाति तदैव दद् इति भवति, दद् योगः तात् दद् योगः तात् दत्तात् करी चैत्येन दत्तात् दत्तात् तां तु हलादि अपित् अस्ति, हलादि पित् अस्ति, अपित् क्षम्यताम्, हलादि अपित् अस्ति तथैव दत्तां नाभ्यस्तयोरातः कार्यं करोति, दधस्तोश्च तु कार्यं करोति, दत्ताम् अनन्तरं करीच अपि कार्यं करोति, करीच अपि कार्यं करोति, दत्ताम् अतु तु अजादि अपि अस्ति, दधा तत्र श्नाभ्यस्तयोरातः कार्यं करोति, दधा अत् योगः अतु ददातु धन्यवादः भगिनि. तर्हि अग्रिमं हि इति अस्ति, अत्र हि इति अस्माकं प्रत्ययस्य, तर्हि गुसंज्ञकधातु अस्ति धा इति, तर्हि गुसोरे धावभ्यासलोपश्य इति सूत्रेण अत्र आकार अत्र अन्तिम आकारस्य स्थाने एकारादेशः भवति, अनन्तरम् अभ्यासस्यपि लोपः भवति, तर्हि आदिम यत् दकारः अस्ति अल्पप्राणदकारः तस्य लोपः भवति, अनन्तरं धा इति अस्ति, धा इत्यत्र आकारस्य स्थाने ए भवति, तर्हि धे इति भवति, धे योगः हि धेहि इति रूपं भवति, अनन्तरं धा योगः तात् इति अस्ति, अत्र तातम् इति नित् अस्ति, तर्हि श्नाव्यस्योरतः इत्यनेन अत्र क्षम्यतां श्नाव्यस्योरतः इत्यनेन आकारस्य लोपः भवति, दद् योगः तात्, अनन्तरम् अत्र धदस्तकोष इत्यनेन इत्यनेन अत्र आदिम यत् वशस्ति तस्य भष् आदेशः भवति, तर्हि क्षम्यतां दद् इति आसीत्, तर्हि धद् इति भवति, धद् योगः तात् इति अस्ति, अनन्तरं खरीचे इत्यनेन दत्तात् इति भवति, समानकार्यमस्ति दत्तम् अपि, दत्त अपि समानकार्यम्. अग्रे आनि आव आम सर्वे अजादि अजादिपित् अस्ति आडुत्तमस्य पिच्च न आं किल भगिनि अनेन सर्वे पितः सन्ति अतः केवलं मेलनं भवति. दधायोगः आनी अकः सवर्णी दीर्घः सर्वत्र दधानि दधाव दधाम लङ्लकारे तकारः हलादि पित् अस्ति अत्र अङ्गम् अनुवृत्तिः करोति आडुत्तम न लङ् लुङ् लृङ्क्षु आडुत्तम अडुदात्तः इति अडुदात्तः सूत्रेण अकारः आयाति पूर्वम् अददा अस्ति अत्र अददात् मेलनं पित्वं पित् अस्ति तथैव अददात् तां तु हलादि अपित् अस्ति अत्र नाभ्यस्तयोरातः कार्यं करोति तदस्तोश्च करोति आयाति तत्तु अकरीच इति अस्ति खलु इति उहूतु सूत्रं बहु सम्यक् न जानामि. सिदभ्यस्य इत्यनेन जुस् आदेशः भवति जि स्थाने, तर्हि उहु इति अस्ति प्रत्ययः. उहु अस्ति तत् ददा अत्र स्नाभ्यस्तयोरातः कार्यं करोति. आकारस्य लोपः दद् योगः उहु दधुः अददुः अददुः अददुः मम क्रमः खलु. अत्र सकारः अस्ति प्रत्ययः, तर्हि अददा इति अङ्गम् अददा योगः सकारः. अत्र सकारः पदान्ते अस्ति, तर्हि ससर्गशुरुः खरवसादयो विसर्जनीयः इत्यनेन विसर्गः भवति, तर्हि अददाः इति भवति रूपम्. अनन्तरं दधा योगः तम् इति अस्ति. अत्र तम् इति अपित् अस्ति, सार्वधातुकमपित् इत्यनेन विद्वद्भवति. श्नाभ्यस्योराथः इत्यनेन आकारस्य लोपः भूत्वा अ दद् योगः तम् इति अस्ति. अनन्तरं धदस्पतोष इत्यनेन अभ्यासस्य दकारस्य महाप्राण दकारः भवति, तर्हि दधद् योगः तम् इति भवति. अनन्तरं खरीच इत्यनेन अददत्तम् इति भवति. समानकार्यम् अददत्त. आम् महोदय, अग्रे अम् व म इति अस्ति. अदधा योगः अम् अम् अजादि पित् अस्ति, अतः केवलं मेलनम्. अददा योगः अम् अकसवर्णिदीर्घः अददाम्. तदनन्तरम् अददा योगः व अददा योगः व हलादि अपित् अस्ति, अतः श्नाभ्यस्तयोरातः अनेन आकारस्य लोपः भवति. अदद् योगः व अदद्व अदद्म इति. लिङ् विधिलिङ्लकारे सर्वेपि हलादि अपित् अस्ति. अत्र यक्का न न न अत्र श्राभ्यस्तयोरातः कार्यं करोति. अनन्तरं ते इति अस्ति प्रत्ययः. आत्मनेपदे तु सर्वे तु अपितः सन्ति, तर्हि ते इति अस्ति. श्नाभ्योरातः इत्यनेन दद् इति भवति. दद् योगः ते. अनन्तरं ददस्ततोष इत्यनेन अभ्यासस्य दकारस्य दकारस्य महाप्रणतं भवति, तर्हि दद् योगः ते इति अस्ति. खडीचे इत्यनेन दत्ते. अनन्तरम् आते इति अस्ति. आते इति अपि श्नाभ्यस्तिरातः इत्यनेन आकारस्य लोपः भवति. दद् योगः आते दधाते इति भवति. आते अत्रापि श्नाभ्यस्तिरातः इत्यनेन आकारस्य लोपः भूत्वा दद् योगः आते ददति इति. अग्रे से आथे द्वे इति दधा योगः से इति आकारस्य सका हलादि अपि तस्ति, अतः श्नाभ्यस्तयोरातः अनेन आकारः लोपः भवति. अपि च सकारः परे अस्ति इति कारणेन ददोस्ततोश्च अनेन अपि च अभ्यासस्य लोपः अपि भवति. अपि च एकनिमिषं ददास्ततोश्च अत्र अल्पप्राणधकार दकारः लोपः न भवति. अल्पप्राण दकारस्य महाप्राणः भवति, अतः धद्योगः से इति, खरीचसूत्रेण धत्से इति, दकारस्य तकारः भूत्वा तत्र धत्से इति आयाति. अनन्तरम् आथे इति अस्ति, आथे आयाति न महाप्राणता कुत्र न अत्र प्रथम प्रथमवर्णः महाप्राणः अस्ति, द्वितीयस्य प्रथम चत्वादेशः भूत्वा तकारः भवति. प्रथमं तु महाप्राणः धकारः अस्ति, भष् स्थाने भष् इति, तर्हि धत्ते इति. तदनन्तरम् आथे, आथे तु अजादि अपि तस्ति, श्नाभ्यस्ययोरातः आकारस्य लोपः, दद्योगः दद्योग इदानीं मेलनं ददाथे इति. अनन्तरं द्वे इति अस्ति, अत्रापि दधायोगः द्वे, नाभ्यस्तयोरातः आकारः लोप लोपः अपि च द्वपरे अस्ति, अतः ददस्ततोश्च अपि च खरि च द्वयमपि कार्यं करोति अत्र. अतः प्रथम अल्पप्राणधकारः महाप्राणः भूत्वा तत्र धकारः, तदनन्तरं खरि च अनेन तत्र प्रथमतकारः न, अत्र खरि च कार्यं न करोति यतोहि खर्वर्णः अपरे नास्ति इति. अतः अल्पप्राणः धकारः एव तिष्ठति तत्र. न, एकनिमिषम्, इदानीं जलां झषि कार्यं करोति, अतः महाप्राणधकारस्य अल्पप्राणधकारः भवति. तर्हि प्रथमं महाप्राणः ध, अनन्तरम् अल्पप्राण धकारः, तदनन्तरं द्वे इति, अतः धद्वे इति रूपमायाति. किल भगिनि? आं भगिनि. मी तु हलादि पित् अस्ति अत्र. अत्र दद् स्नाभ्यस्तयोरातः कार्यं करोति, आकारस्य लोपः, तत्तु दद् दद् योगः ए दधे अस्ति, वहे महे तु समानं कार्यं करोति, स्नाभ्यस्तयोरातः दद् दद्वहे दद्महे, वा मा तु कर् नास्ति, तत्र तदेव दद्वे दद् दद्वहे दद्महे ददे दद्वहे दद्महे लोट्लकारः ताम् इति अस्ति. तर्हि ताम् इति तकारादि अपि प्रत्ययः अस्ति, तर्हि आदौ श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः, दद् योगः ताम्, अनन्तरं ददस्तथोश्च इत्यनेन अत्र अभ्यासस्य दकारस्य महाप्राणदकारः भवति, धद् योगः ताम्, अनन्तरं करीच इत्यनेन दत्ताम् तर्हि दत्ताम् इति रूपम्, अनन्तरं ताम् इति आताम् इति अस्ति, आताम् इति अत्र पुनः आताम् इति अपि तस्ति, तर्हि श्नाभ्यस्तयोरातः इत्यनेन दद्योगः आताम् ददाताम् इति भवति, अतां समानकाये ददताम् इति भवति. किमपि क्षम्यतां भगिनी, मध्ये एव वक्तुमासीत्. तदनन्तरं स्व इति अस्ति, स्व तु ददायोगः स्व, श्नाभ्यस्तयोरातः आकारस्य लोपः, दद्योगः स्व, तदनन्तरं ददस्ततोश्च अपि च खरि च द्वयो सूत्रद्वयमपि कार्यं करोति अत्र. अतः ध तकारः त तदनन्तरं स्व धत्स्व इति रूपम् आयाति. तदनन्तरम् आथाम् अस्ति, आथाम् अजादि अपि तस्ति. स्नाभ्यस्तयोरातः आकारस्य लोपः दध् योगः आथां मेलनं दधाथाम् इति. दधायोगः द्वं, स्नाभ्यस्तयोरातः आकारस्य लोपः दध्योगः ध्वम्. इदानीं ददस्ततोश्च कार्यं करोति, खरि च कार्यं न करोति. अतः प्रथमवर्णः बशः भष् भूत्वा घकारः. अनन्तरं झलां झषि अनेन धकारस्य दकारः तृतीयवर्गीयः. धद्ध्वम् इति रूपमायाति. अस्तु, लङ्लकारः न न आनि ऐ आवहयामहे. तत्तु ते सर्वाणि अजादि तित् अस्ति. वृद्धिसन्धिकार्येण कार्यं करोति. दद् ऐ योगः ऐ दधै आवहै दधावहै ददामहे. न न वृद्धि दधा अस्ति, तथैव दधा एव योग आयि दधायि वृद्धिसन्धि. ददावहै ददामहे सवर्णदीर्घसन्धि. लङ् लकारे लुङ् लङ् लुङ् षड् दातः इति अकारः आदौ आयाति. तर्हि अददा इति अस्ति, अददा योगः त इति अस्ति, तकारादि अपि तस्य. तर्हि कृष्णाभ्यस्य रथः इति अकारस्य लोपः. अददद् योगः त इति अस्ति. अनन्तरं ददस्थो शैतिनेन अभ्यासस्य तकारस्य महाप्राणत्वं भवति. अददद् योगः त इति अस्ति. अनन्तरं खरीच इत्यनेन अददत् अदत्त इति रूपम्. अनन्तरम् आताम् इति अस्ति, अददा योगः आताम्. अत्र अश्नाद्योरातः इत्यनेन अददद् योगः आताम् अददाताम् इति रूपं. समानकार्यम् अददत इति. अददद् योगः अददा योगः अत अददद् योगः अत अददत इति. अग्रे थाः इति, अददा योगः थाः. स्नाभ्यस्तयोरातः आकारस्य लोपः अदद् योगः थाः. ददस्ततोश्च अनेन अल्पप्राण अददस् क्षम्यताम् अभ्यासस्य भष्वर्णः भष् भवति. अतः धद् योगः थाः, अदद् अधद् योगः थाः. इदानीं खरीचसूत्रेण प्रथमवर्गीयः भूत्वा अधत् योगः थाः, अधत्ताः. आथाम् इति अस्ति, अजादि अपि तस्ति. स्नाभ्यस्तयोरातः आकारस्य लोपः अददाः योगः आथाम् अधद्योगः आताम् अदधाताम् इति. अग्रे अदधा योगः द्वम् अस्ति. स्नाभ्यस्तयोरातः आकारस्य लोपः अधद्योगः द्वं. ददस्ततोश्च अनेन अभ्यासस्य भष् वर्णः भष् भवति. अतः महाप्राणः धकारः भूत्वा अध अग्रे स्थितस्य महाप्राणस्य अल्पप्राणः धकारः भवति झलां झषि अनेन. अतः अधद्वम् इति. इदानीं तत्र तत्र मनसि आयाति ई अजादि अपि अस्ति. स्नाभ्यस्तयोरातः कार्यं करोति. अददि वहि अदद्वहि अदद्महि अस्तु अस्तु भगिनि. तर्हि विधिलिङ्गकारः अस्ति अत्र, सर्वे तु अजादि अपितः सन्ति, तर्हि अष्णाद्वयोस्तिव्रातः इत्यस्यैव प्रसक्तिः, तर्हि कार्यमपि भवति, तर्हि लोपः भवति आकारस्य. तर्हि दधीत दधीयातां दधीयन् दधीताः दधीयाथां दधीध्वं दधीय दधीयैः दधीमहि रूपम्. उत्तमं भगिनि, धन्यवादः भगिनि. भगिनि एकत्र रूपेण प्रेषितवती भगिनि, भगिनी दृष्ट्वा वदतु हानिरन् अपि पृष्टवती. आम् आं भगिनि, धन्यवादः. धन्यवादः भगिनि, शुभरात्रिः. किम्?